नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुट् लकारः इति विषयः प्रथमतः एव पठामः वयं। महोदय, भवान् एव आरम्भं करोति वा? कुतः महोदय? आरम्भतः एव एकवारं पठामः। अनद्यतनकालः गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते। न विद्यते अद्यतनं यस्मिन् अनद्यतनम्। अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्लकारः विधीयते, यथा श्वः देवदत्तः कर्ता, देवदत्तः श्वः भोक्ता, यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अवधिद्वयं विवक्षायाम् अन्तर्भूतं तदा लुट्लकारः उपयुज्यते। अद्य वा श्वः देवदत्तः करिष्यति, न तु कर्ता। अद्यः वा श्वः वा देवदत्तः खादिष्यति, यत् खादिता अथवा लुट्लकारस्य यद् व्यामिश्रणं भवति तत्र तत्र के अद्य अथवा श्वः इति अस्ति चेत् तत्र लुट्लकारस्य प्रयोगः न भवति, यद्यपि तत्र किमर्थम् इत्यत्र अनद्यतन इति अस्ति तत्र, अतः इति अनद्यतन अनद्यतने भविष्यत्काले लुट्लकारः भवति इति अस्ति अनद्यतने भविष्यत्काले इति। इतोपि अग्रे अपि तस्य विषये अस्ति, तद् अपवादः इत्यस्मिन् विषये इतोपि स्पष्टीकरोति किमर्थम् इति। आम् महोदय, अग्रे अपि एकस्मिन् अष्टौ प्रहराः वर्तन्ते, अष्टौ प्रहराः इति चेत् त्रयः घण्टाः, येषु चत्वारः प्रहराः दिनस्य चत्वारः चत्वारप्रहराः दिनस्य चत्वारः प्रहराः च रात्रेः। प्रथमप्रहर आरभ्यते सूर्योदयसमये, तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत् प्रातःकालस्य षड्वादनात् सायङ्कालपर्यन्तं दिवसस्य प्रहराः उत्तम्यत् गतरात्रे अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युक्ते सूर्योदयकालात् तत्र सूर्योदयकाल षड्वादनात् षड्वादनपर्यन्तं तत्र अद्यतनकालः इति अस्ति, क्षम्यतां दिनस्य प्रहराः षड्वादनपर्यन्तं दिनस्य प्रहराः। तत्र उक्तं गतरात्रे अन्तिमप्रहरात् इत्युक्ते गतरात्रे अन्तिमप्रहरात् इत्युक्ते तत्र तत्र त्रिवादनात् गतरात्रेः अन्तिमप्रहरे त्रिवादनात् आरभ्य रात्रौ त्रिवादन षड्वादन एक आगामि रात्रेः प्रथमपर्य प्रहरपर्यन्तम् इत्युक्ते षड्वादने तत्र सूर्यास्तमः भवति, तर्हि नववादनपर्यन्तं त्रिवादनात् नववादनपर्यन्तं तत्र अद्यतनकालः इति अस्ति अद्यतनकालः। अतः अद्यतनकाले इत्यस्मिन् आहत्य षट् प्रहराः सन्ति, तत्र दिनस्य चत्वारप्रहराः अपि च गतरात्रे एकप्रहरः वा आगामिनि रात्रेः एकप्रहरः इति षट् प्रहराः इति सन्ति अद्यतनकाले। रात्रिवेलायां त्रिवादनात् आरभ्य आगमरात्रेः नववादनपर्यन्तम् इति भवति अनेन विवरणेन इति, त्रिवादनात् नववादनपर्यन्तम् अद्यतनकालः इति। अतः तत्र यद् अवशिष्टं नववादन रात्रि नववादनतः अग्रिम दिनस्य न अग्रिम नववादनात् भविष्यत्कालः भवति, परन्तु अग्रिमदिनस्य किं वदामः तत्र नववादनपर्यन्तं प्रथमप्रहरः वा? प्रथमप्रहरः तु सूर्योदयस्य आरम्भः न न अत्र अत्र नववादनात् नववादनात् रात्रेः नववादनात् अग्रिमरात्रेः नववादनपर्यन्तं वा षड्वादनपर्यन्तं वा अनद्यतन अनद्यतन लुट् इति भवति नैन् इत्येव श्रुतं मया महोदयेन रेकार्डिङ्ग् मध्ये 9 PM टु 9 PM इति उक्तवान् तदेव श्वः इति द्वादशवादनात् वयं कुर्मः द्वादश द्वादशवादनपर्यन्तम् इति सामान्यतः अत्र नववादनात् नववादनपर्यन्तम् इति इति सः इति उक्तवान् कुत्रचित् अन्यत्र कुत्रापि मया तादृशं न दृष्टं तद् इतोपि अन्वेषणीयं कुत्र अस्ति इति अन्ये तत्र व्याकरण आसीत् तत्र तस्य नाम इदानीं स्मरामि न स्मरामि सः वदति अहं श्रुतवान् सः वदति द्वादशवादनपर्यन्तम् इति स्वीकृतं सम्यक् भवति इति तत् सम्यक् भवति मम अपि तदेव चिन्ता तद् 12 PM टु 11:59 इति प्रायः जयकृष्ण इति अस्ति खलु तत्र तद् सः इदानीम् अमरकोशः पाठयति सः एव खलु सः वदति द्वादशवादनपर्यन्तम् इति तत्र लुट् लकारस्य कर्तुं शक्यते हा तद् सम्यक् भवति एतत्तु किञ्चित् भ्रमजनकं भवति खलु नववादनपर्यन्तम् इदानीम् अद्यतन नव दशवादने इति नेक्स्ट् डे इति भवति खलु सत्यं कक्षा तत्र एकवादन अनन्तरम् एकघण्टा यावत् इदानीम् 8:25 एकघण्टा यावत् श्वः इति कथं वयं स्वीकुर्मः तद् किञ्चित् 12 इति सम्यक् एव यदा वयं इदानीं तत्र टुमारो इत्युक्ते 12 इति आरभ्य एव खलु तादृशं तत् सम्यक् भवति अस्तु धन्यवादः महोदय अरुणा भगिनी एकस्मिन् अनद्यतने लुट् आम् अनद्यतने लुट् तृतीय अध्याय तृतीयपाद नव पञ्चदश सूत्रम् अनद्यतने लुट् अनद्यतन भविष्यत्कालार्थे धातोः लुट् लकारौ भवति अनद्यतने सप्तम्यन्तं लुट् प्रथमान्तं द्विपदमिदं सूत्रं भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः भविष्यत् शब्दस्य भविष्यति इति सप्तम्यन्तं रूपं धातोः प्रत्ययः परश्च इत्येषम् अधिकारः अनुवृत्तिसहितसूत्रम् अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च अनद्यतने लुट् इति सूत्रं वदति अनद्यतन भविष्यत्कालार्थे धातुतः लुट् लकार विधीयते अनुभूतिसहितमस्ति अनद्यतने भविष्यति अनद्यतने तेन भविष्यति इति विशेषणं भगिनि अनद्यतन भविष्यति इति भविष्यति विषय विशेष्यम् अनद्यतने धातोः लुट् प्रत्ययः परश्च इति परिदेवने पठामि भगिनि आम् परिदेवने स्वस्तनी भविष्यद्यर्थे वक्तव्या वार्तिकम् परिदेवन स्वस्तनी भविष्यद्यर्थे वक्तव्यं वार्तिकं वदति दुःखार्थे लुट् लकारः अद्यतनकाले अपि भवति इयं न कदा गन्ता उदाहरणानि या एवं पादौ निदधाति एषा कदा गमिष्यति या अनया रीत्या गच्छन्ति अस्ति अयं न कदा अध्येत या एवम् अनभियुक्तः एषः कदा पठिष्यति यः एवं प्रकरेण अलसः ओके अत्र वार्तकम् अस्ति वार्तकं वदति परिदेवने स्वस्तनी भविष्यदर्थे वक्तव्या इति अर्थमस्ति. दुःखार्थे लुट्लकारः अद्यतनकाले अपि भवति. अत्र उदाहरणानि दत्तम्. इयं तु न कदा गतः, अत्र गच्छति परन्तु कदा गच्छति इति न उक्तम्. इमीडियेट्लि गच्छति वा समयानन्तरं गच्छति वा न उच्यते. तदेव भगिनि अस्ति, दुःखमस्ति तस्य, अतः बहु मन्दरूपेण गच्छति. अतः सः वदति इयं तु कदा गन्ता या एवं पादं विददाति. एवं रीत्या सः गच्छति चेत् कदा गमिष्यति इति. सः बहु दुःखिता अस्ति, अतः तस्य विषये एवम् एवं रीत्या वदति. तादृशमेव पठनविषये अपि आलसः अस्ति, अतः एवं रीत्या पठति चेत् कदा पठिष्यति इति तादृश चिन्तायुक्तवाक्यं. चिन्तायुक्तवाक्यं कदा गमिष्यति कदा पठिष्यति इति दुःखार्थे लुट् प्रयोगः, यद्यपि तद् अद्यतन नास्ति. समीचीनं भगिनि, धन्यवादः. आम् उषा भगिनि. अस्तु भगिनि, लुटः व्यवहारः कुत्र? अनद्यतने लुट् अनद्यतने लुट् इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति. भविष्यति इत्येव भविष्यद् अनद्यतन अर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति. लुटो अपवादः लृटो अपवादः. आमाम्, अनद्यतने लुट् लृटो लृट् इति अपवादः. ओके, श्वः कर्ता श्वः भोक्ता. अनद्यतने इति बहुव्रीहिनिर्देशः, तेन व्यामिश्रे न भवति. अनद्यतने इति तेन व्यामिश्रे न भवति. अद्य श्वो वा भविष्यति. भगिनि, ऐ थाट् द ओ लृट् फर् द लृट् व्यामिश्रे न भवति. लृट् व्यामिश्रः न भवति, फर् द लुट् व्यामिश्रः भवति. यतोहि दट् उल्टा तत्र लुट् व्यामिश्रः न भवति, लृट् अद्य श्वो वा भविष्यति. ओके, लृट् व्यामिश्रः भवति यतोहि अद्य, अतः श्वो वा भविष्यति. अग्रे पठतु, तत्र स्पष्टं भवति. अद्यतन विद्यते इति यत्र अद्यतन विद्यते तत्र लुट्लकारस्य प्रयोगः न भवति इति. तत्र न भवति. श्वः यदा अस्ति चेदेव लुट्, केवलं श्वः लुट्. ओके, फर् द लृट् इस् द वन् टुडे आर् टुमारो. ओके, अद्य अस्य अवगमनार्थं प्रथमतया अनद्यतने इति शब्दप्रसङ्गे किञ्चित् वक्तव्यम् अस्ति. अनद्यतने लुट् इति सूत्रम्. अनद्यतने इत्युक्ते श्वो भावि. ओके, अनद्यतने नाट् आफ् टुडे. ओके, श्वो भावि. ओके, भविष्यत् सामान्यम् इति नास्ति. केवलं श्वः कालक भविष्यत्वं कालिक भगिनि श्वः कालिक भविष्यत् श्वः कालिकभविष्यत्वम्. एतदेव अनद्यतनम् इति भाष्यमतम्. कारणं किम् इति चेत्, यदि भविष्यत् सामान्यं सर्वम् अनद्यतनशब्देन गृह्यते, तर्हि अनद्यतने इति नामकरणं किमर्थम्? ओके, अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकाले अद्यतनकाले अपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति. ओके, सो फार् इण्डिया इन् टुनैट् 10 PM देन् वि केनाट् यूस् लुट्. ओके, पतनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम्. कथनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य समीपकालः. भगिनि, इन् इण्डिया नौ टु नैट् 10 PM इस् अद्यतनभविष्यत्कालस्य समीपकालः एव खलु? तद् सः वदति तत्र समीपकालः इत्युक्ते इदानीम् अहं श्वः 9 PM अद्यतनकाल अनद्यतनकालः इति स्वीकरोमि. अद्य 9 PM आरभ्य श्वः 9 PM अहम् अनद्यतनकालः इति स्वीकरोमि. अद्यतनकालः इत्युक्ते तत्र विपरीततया उक्तवती खलु, तस्य समीपकालः एव. 10 PM इत्युक्ते अद्यतनस्य अद्यतनात् भिन्नं. अद्य इदानीम् अद्यतनविषये वदामः, अद्य इदानीं 26th February 9 PM आरभ्य तु श्वः इति यदा गणनां कुर्मः तद् 8:30 समीपमेव अस्ति खलु. परन्तु अद्यतन अद्यतनभिन्नः अद्यतनभिन्नः आम् इति भविष्यत् भिन्नः. श्वः अस्ति परन्तु अद्यतन भविष्यत् भिन्नः परन्तु भविष्यत् सदृशः इति. ओ आमामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामाम द्वयं सम्यक् यदा वयं श्वः एव अनद्यतनः अनद्यतनम् इति स्वीकुर्मः चेत् तद् सम्यक् अस्ति, परन्तु तत् समीपम् अस्ति भिन्नम् अस्ति इति स्वीकुर्मः चेत् किञ्चित् भ्रमः जनयति कस्य समीपम् इति एव. तदेव सः पुनः तत्र यद् आडियो मया श्रुतं तत्र महोदयेन उक्तं तत् श्वः केवलं श्वः एव वयं स्वीकुर्मः, परश्वः वा परपरश्वः वा अग्रिममासः वा तद् वयम् अनद्यतन, यद्यपि तद् अद्यतन नास्ति खलु तदापि तद् न स्वीकुर्मः. अनद्यतन इत्युक्ते रेस्ट्रिक्टिव्, केवलं श्वः 9 PM आफ् टुडे टु 9 PM आफ् टुमारो स्पेशल् लुट् फ्रम् 9 PM आफ् टुडे टु 9 PM आफ् टुमारो टुमारो तावदेव. दशवादनं श्वः श्वस्तन दशवादनमपि लुट्लकारेण आगच्छति. दशवादने मम कक्षा भविष्यति इत्येव भवति. नववादनम् अस्ति चेत् तत्र भविता इति वक्तव्यम्. तत् एतादृशक्लेशाः सन्ति इति कारणेन एव यदा संस्कृतभारती तद् लुट् एव त्यक्तवन्तः, केवलं लुट् पाठयन्ति. यदा वयम् आरम्भकाले तादृशं वदामः चेत् बहु भ्रमः भवति खलु. आं भगिनि, नववादनम् अस्ति वा दशवादनम् अस्ति वा कथं वा वयं जानीमः. अग्रिममासः किमपि अथवा अग्रिमसप्ताहे इति वदामि चेत् तत्र केवलं लृट् प्रयोगः एव. लङ्लकारे अपि समानक्लेशः, तत्रापि समान. आम् अतः एव तत् संस्कृतवार्ते लुङ् इति त्यक्तवन्तः. आं त्यक्तवन्तः. आं सत्यं लुङ् त्यक्त्वा केवलं लङ् रूप रूपे अपि तत्र रूपाणि अपि पश्यामः चेत् लङ् एव किञ्चित् सुलभं. लुङ् बहु क्लेशः अस्ति खलु. लुङ् आम् आं लुङ् तत्र क्लेशः एव. लुट् अपि तादृशं किमपि न, परन्तु लुङ् बहु भ्रमजनकं भवति. अवगमनार्थम् इति न भगिनी, दिस् इस् आल्सो पठनस्य कृते अपि अभ्यासः इव दृश्यते. सत्यं सत्यं सत्यं, केवलं व्याकरणं तत्र पूर्णतया पठनम् इत्युक्ते तत्र वयम् एतादृशं चर्चां कर्तुं पठित्वा अवगन्तुं शक्नुमः, परन्तु सामान्यतया यदा व्यवहारे तु लृट् प्रयोगः एव साधु. तत् अद्यतन अनद्यतन इति भ्रमः एव भवति. आं भगिनि, अस्तु. पठनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम्. नाम अद्यतनभविष्यत् भिन्नः अद्यतनभविष्यत् सदृशः. यथा अनश्वम् आनय इति आदेशः प्राप्यते चेत् कश्चित् पक्षी आनीयते किम्? न, पक्षी न आनीयते. अश्वभिन्नः अश्वसदृशः चतुष्पादः पशुविशेषः आनेतव्यः. एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्देन विवक्षणीयः. निषेधः इत्युक्ते अद्यतनभविष्यत् भिन्नत्वे सति अद्यतनभविष्यत् सदृशकालः अपि. अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव. अद्य भवति श्वो भविता, अद्य भवति श्वो भविता इति भाष्यकारमतम्. अग्रे पठामि वा भगिनि? अतः तत्र अनद्यतन इत्युक्ते अद्य न परश्वः न केवलं श्वः. तत्र वयं यदा तत्र प्रातःकाले स्मः चेत् घण्टाद्वयम् अनन्तरं तद् अद्यतन भवति, परन्तु श्वः विषये यदा वदामः तत्र अनद्यतन भवति. तादृशमेव तत्र. अतः वयं तत्र एकमेव स्वीकुर्मः, श्वः इति यदा वदामः तत्र अनद्यतन लुट् भवति, तावदेव. तत्र समयः इत्यस्य विषये चिन्ता मास्तु इति अहं चिन्तयामि. तत्र समयः स्वीकुर्मः चेत् किञ्चित् भ्रमः एव भवति. श्वः यत्किमपि वक्तव्यं तत्र श्वः कक्षा भविता न भविता इति तादृशं तत्र अस्ति चेत् तत्र लुट् प्रयोगः. परश्वः अथवा अग्रिममासः किमपि अग्रिमसप्ताहे इत्युक्ते तत्र लृट् प्रयोगः. तत्र समयः पश्यामः चेत् किञ्चित् क्रमः एव भवति. अस्तु, आम् आम् भगिनि. श्वः समयः कः? तद् तद् समयः आगच्छति चेत् भ्रमः एव. तद् नववादनः वा नववादनं वा नववादनात् पर्यन्तं वा इति टैम् स्पेसिफिक् नास्ति चेत् तत्र लुट् प्रयोगः. श्वः भविता तावदेव दन्ता. अस्माकं कृते अपि 12 AM इति वदामः खलु, 12 AM, 9 to 9 किञ्चित् भ्रमः एव भवति. 9 PM to 9 PM तद् किञ्चित् भ्रमः एव. आम् Yeah, but only for tomorrow, then the lut and the lung are used. Yeah, that is lung for only food. Lung, yeah, yes, previous day. Samanya. Tatra shvaha iti eva svikurmaha. Shvaha lut tavadeva. Tatra samaya ha. Okay. Yaha lung, shvaha lut. Tavadeva. Shvaha lut hastu. अधुना अधुना लोके तु अयं नियमः, लुट् लकारः श्वः एव इति इति तु अनुस्रियमानः न वर्तते. लुट्लकारः श्वः एव इति तु अनुस्रियमानः न वर्तते. मासात् परम् आगमिष्यति चेदपि कदा आगन्त इति व्यवह्रियते. ओ न, अधुना तत् नियमः नास्ति इति. ओके, मासात् परम् आगमिष्यति चेदपि कदा आगन्त इति व्यवह्रियते. एवं चिरभूतकाले अपि अनद्यतने लङ्घः व्यवहारः दृश्यते. यथा मासात् पूर्वं चेदपि सः पाठम् अपठत् इति प्रयुज्यते. ईदृशस्थले किं कर्तव्यम् इति विचिन्त्य नागेशः वदति, कालः अत्यन्तव्यतीतः चेदपि, मासात्मकः कालः अतीतः चेदपि, ह्यः एव अतीतः इति अनुभूयमानम् अस्ति चेत् लङ्लकारं प्रयोक्तुं शक्यते. कथम् इति चेत् मासे अतीते अपि ह्यो भूतत्वम् आरोपणीयम्. एवमेव अतीतसंवत्सरस्य काले केवलं ह्यो भूतत्वम् आरोपणीयम्. ऐ लैक् दट् एक्साम्पल्स् भगिनि. किम् अग्रे अस्ति? नागेशभट्टस् मतम्. ओके, सः सः आरोपयति, ह्यो भूतत्वम् आरोपयामः चेत् तत्र वयं लङ्लकारस्य प्रयोग, तत्र निरूपणमेव किमर्थं तादृशप्रयोगः इति सः निरूपयति. तत्र एकमासात् पूर्वं जातं चेदपि वयं तत्र ह्योभूतत्वं तत्र आरोप्य लङ् लकारप्रयोगं साधयति सः. तदेव तदेव स्वीकृतवन्तः संस्कृतभारती इति वयं अवगन्तुं शक्नुमः. ह्योभूतत्वम् आरोप्य तत्र लङ् प्रयोगः, किं वदामः, श्वोभावित्वम् आरोप्य तत्र लुट् क्षम्यतां लृट् लकारः. लृट् लकारः, समीचीनम्. अस्तु, धन्यवादः भगिनि. महोदय, निदर्शने ततः वा निदर्शने? आम् आम्, निदर्शने विद्यार्थिनः विद्यालये पठन्ति, यदा विरामं यच्छन्ति तदा गृहं च गच्छन्ति. गृहे उषित्वा मासानन्तरं वदन्ति, अरे मासः अतीत, ह्य एव आगतवान् अस्मि. अनेन अतीत मासकालात्मके काले ह्यो भूतत्वं तैः अनुभूयते. मासः अतीतः किन्तु ह्यः एव आगतवान् इति अनुभवः. एवम् अत्यन्तव्यतीतकालः अस्ति चेदपि नागेश एतादृशव्यवहारः असाधुः न इति उक्तवान्. चिर अतीते अपि ह्यः अतीतत्वम् इति, तत्र अतीतकाल अपि तत्र यदि यदि तादृश अनुभवः अस्माकम् अस्ति, तत् ह्यः ह्य यत्र ह्यभावित्वं भवति तत्र तत्र लङ्लकारस्य प्रयोगः भवति इति इति अनद्यतनस्य क्षम्यतां तत्र अनद्यतने अस्ति खलु समीप लङ्लकारस्य प्रयोगः भवति सत्यम् इति. आम्, तत्र ह्यः यदा अस्ति तदा लङ् परन्तु अत्र सः तु मासात् पूर्वं चिर अतीते अपि ह्यभावित्वम् आरोप्य लङ्लकारस्य प्रयोगः वयं पश्यामः इति सः वदति. तादृशचिन्तनं अस्माकं चिन्तनं भवति तत्र लङ्लकारस्य प्रयोगः, तथैव लुट्लकारे अपि तादृशप्रयोगः यद् इति इति खलु. एवमेव अत्यन्तविलम्बितभविष्यद्यपि शुभभावित्वम् अस्तु, यथा विवाहः यदा यदा समीपे भविष्यति तदानीं किं भवति, तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्नेव भाति. अतः श्वभावि अपि अतीव विलम्बितभावि इतिवत् भासते. अतीतविलम्बितभावि इतिवत् भासते कदाचित्. अस्तु, अनेन अत्यन्तदूरभावि अपि श्वभावि इत्यपि कदाचित् भवितुमर्हति अत्र. अस्तु, श्वभावि अपि तत्र विलम्बितभावि अपि भवति, विलम्बितभावि अपि श्वभावि इत्यपि भवति खलु, तत् खलु सत्यं. श्वभावि अपि अतीव विलम्बितभावि इतिवद् भासते कदाचित्, अत्यन्तदूरभावी अपि शुभभावी इत्यपि कदाचित् भवितुमर्हति. अस्तु, लोके अपि ईदृशः अनुभवः व्यवहारश्च वर्तते. चिरभाविन्यपि शुभभावित्वं शास्त्रज्ञः तथापि आरोपं कृत्वा सामान्यभूतकाले लुङ्लकारः प्रयोक्तव्यः, सामान्यजनाः सदा लङ्लकारस्य व्यवहारं कुर्वन्ति इति आक्षेपान् कुर्वन्ति. अस्य च समाधनागेशः उक्तं विशिष्टस्थितिषु इति. विशिष्टस्थितिषु तादृशशिवभावित्वम् अथवा कियभावित्वं कर्तुं शक्यते इति अनागेशः वदति. नागेशस्य आरोपः कल्पितः इति प्रश्ने सति अन्यत् उदाहरणमस्ति. त्वाप्रत्यये समानकर्तृकयोः पूर्वकाले इत्यनेन त्वाप्रत्ययः समानः कर्ता ययोः धात्वर्थयोः, तत्र पूर्वकाले धात्वर्थे वर्तमानः धातोः त्वाप्रत्ययः भवति. समानकर्तृकयोः धात्वर्थयोः पूर्वकाले विद्यमानात् धातोः त्वा स्यात्. स्नात्वा भुक्त्वा पीत्वा व्रजति, भुक्त्वा व्रजति इत्युक्ते भोजनसमनन्तरमेव व्रजति इति न, नाम तत् अनन्तर्यम् अव्यविहितं न. सः दशमकक्षायाम् अधीत्य दशमकक्षाम् अधीत्य शास्त्रिकक्षाम् अधीत्य आचार्यकक्षाम् अधीत्य उद्योगं प्राप्तुम् उच्यते चेत् अव्यहिततया संज्ञातम् इति वक्तुं न शक्यते. नाम अत्यन्तं व्यवहितः कालः भवति चेदपि तद् व्यवधानम् अव्यवधानं कृत्वा त्वाप्रत्ययः साधुः इति वक्तव्यम्. अतः व्यवहितकालः अपि कदाचित् अन्यथा आरोप्यते इति सिद्धान्तः. अत्र समानकर्तृकपूर्वकाले इति सूत्रेण इति भासते अव्यवहितकालः एव विवक्षत इति, परन्तु तादृशः नास्ति खलु. तत्र भुक्त्वा स्नात्वा भुक्त्वा पीत्वा व्रजति इत्युक्ते तत्र आनन्तर्यं तत्र अव्यवहितं न भवति. तत्र यथा स दशमकक्षायाम् अधीत्य शास्त्रीकक्षाम् अधीत्य अनन्तरम् उद्योगं प्राप्तवान् अत्र अव्यवहितः नास्ति, तथापि तत्त्वा प्रत्ययः भवति इति वत्. भुक्त्वा गच्छति इत्यादिषु स्थितिषु सामान्यतः अव्यवहितया अनन्तरं विवक्षितं. सूत्रे नोक्तं, किन्तु समानकर्तृकपूर्वकाले इत्यनेन समानकर्ता ययोः तौ समानकर्तृकौ, अनेन समानकर्तृकव्यापारद्वयम् इति यदा उच्यते तदानीं तौ च समानकर्तृकौ व्यापारौ प्रत्यासक्तिन्यायेन यदि चिन्त्यते अव्यहितौ अव्यवहितौ इति लभ्यते. प्रत्यासक्तिन्यायः नाम प्रत्यासन्ने इति बुद्धिः अन्तरङ्गा भवति. इत्युक्ते समीपवर्तिनि पदार्थे बुद्धिः झटिति प्रवर्तते. धातुव्यापाराश्रयः कर्ता इत्यनेन यदा कोऽपि पचति, पच् धात्वर्थव्यापाराश्रयः, तदा पाकं कुर्वन् अस्ति तदानीं तस्मिन् कर्तरि गम् धात्वर्थव्यापाराश्रयत्वं नास्ति खलु. तर्हि सः कर्ता कीदृशः भवति? प्रकृतधात्वर्थव्यापाराश्रयत्वं कर्तृत्वम् इति उच्यते. अत्र वक्तव्यं यत् प्रत्यासक्तिन्याय इत्युक्ते प्रत्यासन्ने बुद्धिः अन्तरङ्गा भवति. समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते. एवञ्च समानकर्तृकौ तौ व्यापार इत्युक्ते प्रत्यासन्नौ एव तौ व्यापारौ ग्राह्यौ. प्रत्यासन्नौ इत्युक्ते अव्यवहितौ. उदाहरणार्थम् अद्य विरामः इत्युक्तं, तर्हि श्रुत्वा छात्रः पुस्तकं स्यूते संस्थाप्य उत्थाय गन्तुम् उद्युक्तः जातः. तदानीं तस्य बुद्धिः कथं कार्यं करोति इति चेत् अद्य विरामः इत्युक्ते अत्रत्यः संस्थायाः एव विरामः, यतः इदानीम् अस्माकं सन्निहिततया इयमेव संस्था अस्ति, अतः अत्रैव विरामः इति आशयेन अनेन उक्तम् इति अवगत्य सः पुस्तकं स्यूते संस्थाप्य गन्तुम् उद्युक्तः. अस्तु, बहु किमपि अस्ति अत्र समानकर्तृकपूर्वकाले इति तत्र प्रत्यासक्तिन्यायेन तत्र अव्यवहितम् आवश्यकम् अस्ति खलु. तत्र तादृश अस्ति अनेन न्यायेन तद् लभ्यते. अनेन न्यायेन प्रत्यासक्तिन्यायम् इत्युक्ते यत् समीपवर्तिनि पदार्थे बुद्धिः शीघ्रं प्रवर्तते इति प्रत्यासक्तिन्यायः. समीपवर्तिनी खलु सप्तत्या सति इत्युक्ते सत्या सति इत्युक्ते समीपवर्तिनी समीपवर्तिनी समीपवर्तिन्याय समीपन्यायः इति अस्ति अत्र सत्यासक्तिन्यायः इति तर्हि अत्र किम् अव्यवहितत्वम् अपेक्षितं वा अत्र इति सूत्रे इति अनेन न्यायेन वदति तदपि आरोपयति यद्यपि तद् दशमकक्ष्याम् अधीत्य शास्त्रीकक्ष्याम् अधीत्य इति अस्ति तत्र तु व्यवधानम् अस्ति एव खलु पूर्वकाले इत्युक्ते तत्र अव्यवहितत्वम् अपेक्षितं खलु समानकर्तक इत्युक्ते एक एव कर्ता अस्ति एक एव काले सत्यं सत्यं तद् तत्र तद् आरोपयति प्रत्यासति न्यायः तत् एकः एव कर्ता भवति परन्तु सः प्रातःकाले स्नानं कृत्वा मध्याह्ने क्रीडति अथवा पठति पठितुमपि शक्नोति खलु भवतः व्यवहितत्वम् अस्ति सत्यं मध्ये तत्र समयः भवति एव परन्तु तद् कथं वयम् आरोपयामः इत्युक्ते तद् प्रत्यासति न्यायः स्वीकृत्य तत्र यदा तत्र समयः मध्ये समयः नास्ति इति तादृशं तत्र आरोपणीयं तदपि तदेव प्रत्यासत्तिन्यायः करोति किमर्थम् इत्युक्ते तद् समीपवर्तिनी पदार्थं प्रति एव अस्माकं बुद्धिः शीघ्रं गच्छति इति कारणेन तत्र न्यायः अपि उक्त्वा तत्र कथं तत् तस्य निरूपणमपि कृतम् वयं किं कुर्मः इत्युक्ते तद् यद् समीपे अस्ति तस्य प्रति एव अस्माकं बुद्धिः प्रथमं गच्छति अत्र पचति इत्यस्मिन् तत्र पच केवलं पचनमपि नास्ति पचनकार्यम् अन्यकार्यमपि अस्ति खलु अत्र तत्र इतः ततः गच्छति खलु पाकशालायां तदपि परन्तु तद् न रक्षितं सत्यं सत्यं सत्यम् पचनकार्यमेव तत्र पूर्णतया तद् व्यापकम् इव भवति तदेव तत् अग्रिम उदाहरणं तद् यत्र अत्र प्रत्यासक्ति न्यायेन किं वदति इत्युक्ते तत्र अव्यवहितत्वं स्वीकृतं तत्र आरोपितं स्वीकृतम् इति न आरोपितं तत्र भोजनसमानन्तरमेव सः व्रजति इति परन्तु तस्य विरोधः अपि अस्ति तदेव अग्रिम परिच्छेदे अस्ति परन्तु एतत्तु प्रत्यासति न्यायेन यद्यपि तत्र व्यापारद्वयम् अस्ति तदापि तत्र किमुक्तम् अव्यवहितौ इति स्वीकृत प्रत्यासत्तौ इत्युक्ते प्रत्यासन्नौ इत्युक्ते अव्यवहितौ इति तद् स्पष्टमस्ति वा तदैव अत्र विरामः इति यदा वदामः तत्र वयं तत्र पुस्तकं संस्थाप्य उत्थाय गन्तुम् उद्युक्तः तावदेव तत्र अस्माकं बुद्धिः तु यद् निकटे सन्ति तस्य विषये एव अस्माकं बुद्धिः झटिति गच्छति इति इत्यस्य उदाहरणम् अस्तु धन्यवादः महोदय अरुणा भगिनी अग्रिमपरिच्छेदः पठति वा तस्य विपरीतम् अन्यपक्षः वदति इदानीम् किन्तु अस्य न्यायस्य विरुद्धन्यायः अस्ति अपि अस्ति व्याप्तिन्यायः इति अनेन बुद्धिः सर्वत्र व्यापिका भवति अनेन अद्य विरामः इत्युक्ते चेदपि कस्य विरामः इति प्रश्नः उदेति वित्तकोशस्य विरामो वा अथवा देहल्यां सर्वकारविरामः च वा अथवा अपरस्मिन् देशे यन्त्रागारे विरामो वा एवं रीत्या कश्चित् पृच्छन् अस्ति इत्युक्ते तस्य बुद्धिः कथं चिन्तयन्ती अस्ति अत्र वयं विद्यमानः सत्यं किन्तु अत्रैव विरामः इति किमर्थं सर्वदा तथैव वदेत् इति किम् अन्यविषय विषयकविरामम् इदानीं किमर्थं न वदेत्? अन्यविषयकतयापि विरामं वदामः कदाचित्, किन्तु सः विरामः अन्यसंस्थाविषयकः वा अथवा अत्र संस्थाविषयके वा इति संशयः प्रायः सः पृच्छति. कस्य विरामः? देहल्यां विरामः वा यन्त्रगारस्य विरामः वा कस्यचित् विद्यालयस्य विरामः वा इत्येवं तथा पृच्छन् सति. इत्युक्ते तस्य बुद्धिः व्यापारकतया कार्यं करोति. प्रयत्नं करोमि भगिनि. अत्र वयं महोदय पठितं प्रत्यसत्यन्यायः प्रत्यासत्यन्यायः. अधुना विरुद्धन्यायः अपि अस्ति, व्याप्तिन्यायः इति. व्याप्तिन्यायः अनि उक्तेन बुद्धि सर्वत्र व्यापिका भवति. अत्र भगिनी तत्र अर्थमस्ति न तु कार्यं न इमिडियेट्लि न करोति, सम् अत्र व्यवहारः व्यापकः व्यापिका भवति, व्यवहितमस्ति. व्यवहितमिति न, व्यवहितमिति न, व्यवहितम् अव्यवहितम् इत्युक्ते, व्यवहितम् इत्युक्ते व्यवधानम्, तत्र मध्ये किमपि अस्ति, ब्लाकर् इति वदामः किल, ब्लाक् भवति. अव्यवहितम् इत्युक्ते मध्ये किमपि नास्ति, समयः वा. तत्र अस्माकम् उदाहरणं, परिचित उदाहरणं तु अट् कुप् वाङ्नुं व्यवाये अपि, तत्र नत्व व्यवाये अपि अस्ति खलु, तदेव व्यवहित अव्यवहित इति. तत्र अट् कुप् वाङ् इति व्यवहिते अपि तत्र नत्वं भवति, मध्ये तदस्ति चेदपि नत्वं भवति इति. तादृशम् अत्र अपि तत्र व्यवहित अव्यवहित. व्यवहित इत्युक्ते तत्र मध्ये किमपि अस्ति, ब्लाकर् इव. अव्यवहित इत्युक्ते मध्ये किमपि समयः नास्ति, तत्र झटिति झटिति प्रथमं खादति, अनन्तरं तत्र गमिष्यति, गच्छति, क्रीडति अथवा किमपि तादृशं वन् आफ्टर् अनदर् इति करोति चेत्. तत्र व्याप्तिन्यायः किं वदति इत्युक्ते, तत्र कस्य विरा अस्माकं बुद्धिः विषये एव तत्र प्रथमं यद् पार्श्वे अस्ति, झटिति अस्माकं बुद्धिः तस्य तं प्रति गच्छति चेत् तत्र प्रत्यासक्तिन्यायः. परन्तु झटिति तं प्रति न गच्छति, परन्तु अन्यस्मिन् विषये अस्माकं बुद्धिः व्याप्तिः अस्ति, तत्र तु द्वितीय व्याप्तिन्यायः. व्याप्तिन्याय बुद्धि व्याप्यं भवति, सत्यं. तदेव तद् उदाहरणमेव. तत्र यद् विरामः अस्ति इति वदामः चेत्, प्रथम उदाहरणे किं, सः पुस्तकं स्वीकृत्य गृहं गन्तुम् उद्युक्तः, तावदेव. झटिति विरामः वा, विरामः इति शब्दं श्रुत्वा एव सः सद्यः सः गृहं प्रति गन्तुम् उद्युक्तः. परन्तु द्वितीय उदाहरणे व्याप्तिः खलु, तत्र इदानीं कस्य विरामः, अस्माकं कृते वा, वित्तकोशस्य वा इति तस्य बुद्धिः झटिति तद् न स्वीकरोति. पार्श्वे यदि तद् न स्वीकरोति, अन्यस्मिन् विषये व्याप्य अस्ति. एव अन्येन अद्य विरामः इत्युक्ते चेदपि कश्च विरामः इति प्रश्न उदेति. वित्तकोशस्य बुद्धिचित्ते इति वित्तकोश वा देहल्यां अपरस्मिन् देशे यन्त्रागरे विरामः इति व्याप्तं भवति, व्याप्यं भवति. एवं रीत्या कश्चित् पृच्छन् अस्ति इत्युक्ते तस्य बुद्धिः कथं चिन्तयन्ति अत्र वयं विद्यमानः सत्यं किन्तु अन्ये अत्र एव विरामः इति किमर्थं नावगतं भगिनि? अत्र वयं विद्यमानः सत्यं किन्तु अत्र एव विरामः, अद्य विरामः अत्र अत्र एव विरामः इति किमर्थम् इति पृच्छति. तस्य मनसि बुद्धिः व्यापकबुद्धिः अस्ति खलु, अतः अहं तु अत्र अस्मि, परन्तु अत्र एव विरामः वा इति किमर्थम्, अन्यत्र किमर्थं विरामः नास्ति इति तादृशम् अस्माकं स्वाभाविकतया अस्माकं बुद्धिः गच्छति किल किल. विरामः इति कोऽपि वदति चेत् मम कृते एव विरामः वा, अन्यस्मिन् कृते विरामः अस्ति वा न वा इति, अद्य एव विरामः इति किमर्थम्, अन्यत्रापि अस्ति वा इति चिन्तनं भवति तस्य. तदेव पुनः वदति किन्तु सः विरामः अन्यसंस्था विषयकः वा अथवा अत्र संस्थाविषयकः वा इति संशयं प्राप्य सः पृच्छन्ति कस्य विरामः, अन्यप्रदेशः लैक् देहालीयः विरामः, यन्त्रग्रहस्य विरामः वा, कश्चित् विद्यालयस्य विरामः वा इति पृच्छन्ति. इत्युक्ते तस्य बुद्धिः व्यापारकतया कार्यं अवगतं भगिनि. व्याप्तिन्यायः इत्यनेन विरामः इति पदं प्रयुज्यते, बुद्धि व्याप्यकं भवति. प्रश्न उदेति अस्य विद्यालयं विरामः वा अन्यप्रदेशात् स्थलात् विरामः इति बुद्धिः गच्छति. सत्यं व्यापकतया कार्यं करोति बुद्धिः इति अस्ति. एवञ्च समानकर्तकयोः पूर्वकाले इत्यत्र समानः कर्ता ययोः तौ समानकर्तुकौ इत्यत्र प्रत्यासक्ति लभ्यते द्विवचनात्. यदि प्रत्यासक्तिः उच्यते तर्हि अव्यवधानं विविच्युतम् इति अर्थः आयाति. यदि प्रत्यासक्तिः न विविच्युता इति उच्यते तदानीं व्याप्ति न्यायेन मध्ये व्यवधानम् अस्ति चेदपि व्यवधानम् अविवच्युत्वा पूर्वकालं मात्रम् अस्ति इति कृत्वा व्यवहारः सोपि पक्षः अस्ति. अत्र समानकर्तृकयोः इति द्विवचननिर्देशात् तौ व्यापारौ अव्यहितौ प्रत्ययसत्यन्यायेन बहुशः उच्यते. अत्र समानकर्तृक एव कार्यं करोति, तदेव अत्र प्रत्ययसत्य इत्यनेन झटि भवति. अत्र अव्यवधानं नास्ति, न तत्र समानकर्तृकयोः पूर्वकाले इति सूत्रं स्वीकृतम् इदानीं. तत्र समानकर्तृकयोः इति पदम् अस्ति खलु सूत्रे, तद् किं सूत्रेण किम् उच्यते, समानकर्तृकयोः इति पदेन किं वयम् अवगन्तुं शक्नुमः, सत्यासत्ति वा व्याप्तिन्यायः वा इति प्रश्नः इदानीं. तत्र समानकर्तृकौ इत्यत्र प्रत्यासक्तिः एव स्वीकृतः. किमर्थम् इत्युक्ते समानकर्तृकौ इति तत्र समस्तपदमस्ति, द्विवचन समस्तपदमस्ति. तत्र यदा वयं प्रत्यासक्तिः स्वीकुर्मः तद् किं वदति, अव्यवधानं, मध्ये किमपि समयः नास्ति इति तस्य अर्थः भवति. यदा प्रत्यासक्तिः नास्ति, न विवक्षितः, तद् वयं तद् न वक्तुं इच्छामः चेत् तत्र व्याप्तिन्यायः व्याप्तिन्यायः इत्युक्ते मध्ये व्यवधानमस्ति तत्र द्वयमपि अतः व्यवधानं सामान्यतः अव्यवधानमेव उद्दिगच्छति परन्तु व्याप्तिन्यायेन व्यवधानमपि भवितुमर्हति अतः तत्र ते प्रत्यासतिन्यायः एव स्वीकृतवन्तः समानकर्तृकयोः इति सत्त्वात् द्विवचननिर्देशः अस्ति इति कारणेन अतः तत्र अव्यवहितत्वं स्वीकृतं यद्यपि तत्र किम् उदाहरणमासीत् तद् सः पठितवान् बाल्यकाले पठित अधीत्य किमपि आसीत् खलु दशमकक्ष्याम् अधीत्य शास्त्रीकक्ष्याम् अधीत्य तत्र तु व्यवधानमस्ति एव समानकाले सर्वं कर्तुं न शक्नुमः तदापि तद् प्रत्यासति न्यायेन तद् आरोप्य तद् वयं तत्र अव्यवहितत्वम् आनीतवन्तः तत् साधितवन्तः तावदेव समकालम् इति आरोपणं कृतं तावदेव परन्तु तद् लौकिकदृष्ट्या तत् तादृशं तु न भवति एव खलु समानकाले न भवति तत् आरोपितम् इति भावनया स्वीकृतम् यदा पूर्वं चिरा किम् आसीत् तद् चिरोभावि चिरोभाविन्यपि श्वोभावित्वं चिरातीते अपि ह्योतीतत्वम् इति दृष्टं खलु नागेशेन उक्तं तादृशम् अत्रापि साधितम् स्पष्टमस्ति वा अस्तु अस्तु आहत्य अनद्यतन इति स्वस्तन्यायः च ज्ञायः संज्ञा भगिनि अनद्यतन इति अनद्यतन स्वस्थ स्वः वा ह्यः भवितुमर्हति सत्यं परञ्च लोके तद्विहायोपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान् अनेन च लङ्गि मासात् पूर्वम् अपठत् इति व्यवहारः सम्भवति यत्र ह्योभावो वर्तते यत्र ह्यः एव पठितवान् इति अनुभूयते एवमेव लुटि भविष्यत्काले अपि नागेश मतं स्वीकृत्य अनद्यतन स्वस्थ वा ह्यः अपि भवितुमर्हति तदेव मध्यमार्गं मध्यमार्गं स्वीकृतवान् तदारोपितवान् चिरकालो अपि भवति चेत् अथवा श्वः भावः वा आम् पदं पुनः पुनः ह्योतीतत्वम् अनन्तरं श्वोभावित्वम् ह्यो अतीतत्वं श्वो भावित्वं तत्र आरोपितवान् किं भगिनि चिरातीतोपि ह्योतीतत्वं पूर्वं जातमपि ह्यः अतीतः इति आरोपणीयं चिराभाविन्यपि श्वो भावित्वं बहुकालात् अनन्तरं जातः चेत् यदा भविष्यति चेदपि श्वः भविष्यति इति स्वीकरणीयम् इति नागेशमत् इति ते स्वीकृतवान् समीचीनं धन्यवादः भगिनी उषा भगिनी तद् लुट् व्यवहारः कुत्र इति आरम्भं करोतु तत् पठित्वा समापयामः लृटः व्यवहारः कुत्र अधुना प्रश्नः अस्ति यत् लृटः स्थानं किम् अनद्यतनशब्दस्य अर्थः कः भाष्यकारस्य शिक्षा श्वोभावी नागेशस्य च चिन्तनं यत् अनद्यतने लङ्गि ह्योभावः अनद्यतने लुटि श्वोभावः च अधुना अपि मनसि जिज्ञासा वर्तते यत् लृटो अपवादः इत्यस्य कथनेन लृटः अपवादः इत्यस्य कथनेन अपवादशब्दस्य को अर्थः कोऽर्थः व्याकरणे यः अपवादभूतः तस्य एव प्राप्तिः, न तु अन्यस्य. अनेन लृटः स्थाने किम् अपि च केन तर्केण, अपि च भाष्यकारस्य मतम् अनुसृत्य लुट् लकारस्य क्षेत्रं श्वः एव भवति चेत् अग्रिमे सप्ताहे, मासे, वर्षे इति कस्य लकारस्य क्षेत्रम्? प्रश्नः उदेति यत् लृटः स्थाने किम् इति. वयं दृष्टवन्तः अनद्यतनकाल लुट् व्यापकम्. अत्र भाष्यकारस्य मतं शोभावि. नागेशस्य चिन्तनम् अनद्यतने लङ्गि ह्योभावः, अनद्यतने लुटि श्वोभावः. सो भाष्यकारः शिक्षा श्वोभावी चिरोभावित्वम् अपि श्वोभावित्वम् इति नागेशस्य सत्यम्. देन् लङ्गि चिरातीतम् अपि ह्यः अतीतत्वम् इति नागेशस्य मतम्. परन्तु लुटि भाष्यकारस्य मतं श्वोभावि. ओके, अधुना अपि मनसि जिज्ञासा वर्तते यत् लृटः अपवादः इत्यस्य कथनेन अपवादशब्दस्य को अर्थः. ओके, व्याकरणे यः अपवादभूतः तस्य एव प्राप्तिः, न तु अन्यस्य. सो अपवादः इत्युक्ते वाट् डु वी काल् दट् वेर् इट् के वेर् देर् इस् नो अदर् निरवकाशत्वम् इत्येव अपवादभूतः. अनेन लृटः स्थानं किम् अपि च केन तर्केण. ओके, अपि च भाष्यकारस्य मतम् अनुसृत्य लुट्लकारस्य क्षेत्रं श्वः एव इति चेत् अग्रिमे सप्ताहे, मासे, वर्षे इति कस्य लकारस्य क्षेत्रम्? ओके, अग्रे पठामि वा भगिनी? तत्र अपवादः इति शब्दस्य एव तत्र व्यर्थता भवति खलु. वयं तत्र आरोपितवन्तः चेत् तत्र किं वदामः? तत्र लृटो अपवादः इति उक्तं, परन्तु वयं तु ह्योभावः श्वोभावः इति आनीतवन्तः खलु. तत्र किमर्थम् इति प्रायः वयम् अग्रिमसप्ताहे अनुवर्तयामः वा. आम् भगिनि, महोदयस्य श्रवणं करणीयं तस्य आडियो. एतावता एव मया कृतं. तत्र लुट्रो अपवादः इति किं वदति इति. अपवादः इत्यर्थे दिन् नागेशस्य मतेन कृते दिन् व्यर्थवादः इति नास्ति. अपवादः इति एकमेव लृट्लकारः एव एकमेव भवति. लुट् एव पर्याप्तं खलु. इदानीं तु आरोपितं, तत्र लृट् इत्यस्य स्थानमेव न आवश्यकं खलु. तदेव सः वदति केन तर्केण लृटः स्थानं किं केन तर्केण. अस्तु, अग्रिमसप्ताहे अनुवर्तयिष्यामः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. भगिनि, आं भगिनि, भगिनी यु टेकिङ्ग् मेडिसिन्स् आर् यु जस्ट् टेकिङ्ग्?